तर्हि अस्माकं विषयः अस्ति णिजन्ताः धातवः. अस्माभिः ज्ञातं यत् औपदेशिकधातवः सन्ति, आतिदेशिकधातवः सन्ति. अणिच् कश्चन धातुप्रत्ययः अस्ति. धातुभ्यः द्वादश धातुप्रत्ययाः सन्ति. येषु अन्यतमः अस्ति अणिच् प्रत्ययः. तस्य संयोजनेन नूतनधातुः उत्पद्यते. यथा पठ् धातुः पठति, पठ् योगः णिच् पाठि इति नूतनधातुः अस्ति, पाठयति इति लट् लदन्तरूपमस्ति इति ज्ञायते. तर्हि एतावता कस्मिन् अर्थे भवति अपि ज्ञातमस्ति. अनन्तरं रूपाणि अपि ज्ञातानि सन्ति, विशिष्टसूत्राणि, सामान्यसूत्राणि, अपि च आकारान्तानां परिस्थितिः कापि दृष्टमस्ति. इदानीम् अभ्यासः अपेक्षितः अस्ति रूपाणाम्. अनन्तरं प्रयोगः, इत्युक्ते कुत्रचित् प्रयोजकर्तुः द्वितीय, कुत्रचित् तृतीयविभक्तिः भवति, प्रायः आरभ्येत अद्यैव. समीचीनमस्ति. तत्र करपत्रे एकं तत्र किञ्चित् समीकरणमासीत्. इदं करपत्रं पुरातनमासीत् अस्माकम् अपर तत्र व्याकरणवर्गे णिजन्तप्रक्रिया वर्तते, ततः आनीतः भागः तत्र तस्मिन् करपत्रे सर्वं साधु आसीत्. तर्हि अत्र आकारान्तदातवः इति पुनः पश्याम एकनिमेषः एव. पूगागमसहिताः णियन्तदातवः, तत्र सामान्यसूत्रमस्ति आकारान्तानां कृते. अर्ति ह्रि व्लि रि क्नुयि क्ष्मायातां पुम्नौ इति सूत्रमस्ति. तत्र षड् सप्तदा षड् दातवः सन्ति विशिष्टाः, अनन्तरम् आकारान्तानां. रि तत्र ऋ ऋधातुः ह्रि व्लि रि क्नुयि क्ष्मायि इति दातवः. अनन्तरं सर्वेषाम् आकारान्तदातूनां तत्र पुगागमः इति अनेन सामान्यमस्ति. यथा दा धातुः दापयति, धा धापयति इति सामान्यनियमः. अपि च तत्र आदे च उपदेशेष्यति इति सूत्रेण तत्र एजन्तदातूनामपि आत्वं भवति अशिति. तर्हि एवमेव म्लै इति म्ला भवति, ग्लै ग्ला, ध्यै ध्या, शोषा शोषा, वे वा छोछा इति सर्वत्र येषां धातूनाम् अन्ते ए ओ ऐ औ इति एजन्ताः धातवः, तेषाम् आत्वं तु भवति एव इति कृत्वा तेषामपि अर्ति ह्रि व्लि रि क्नुयि क्ष्मायातां पुम्नौ इति सूत्रेण तत्र पुगागमः इति भवति स्म उदाहरणानि अधोभागे दत्तानि सन्ति. म्लय् इत्यस्य तत्र मा लापयति, ध्यै ध्यापयति, गै गापयति, रै रापयति, खै खापयति इति बहूनि उदाहरणानि सन्ति. तदुक्त्वा विशिष्टं सूत्रमपि अस्ति येन युक् युक् इति भवति. तत्र शा छा सा ह्वा व्याप्ये व्यापे व्यावेपां युक् इति सूत्रमस्ति. तत्र शो छो सो ह्वे व्ये वे पै इत्येषां युकागमः भवति अणिचि परे. तत्र अधोभागे उदाहरणानि सन्ति. अत्र पाम् इति अस्य कथनेन येषां रूपं पा भवति, पादातूनां पादातूनामपि युका आगमः भवति. पै इत्यस्य आदे च उपदेशिष्यति इत्यनेन पा भवति. तर्हि अन्ते पश्यन्तु तु पै शोषणे पापानि धातुः अस्ति, पा पिबति इत्यस्य पा. द्वयोः ग्रहणमस्ति अनेन सूत्रेण. अनेन पाययति इति द्विवारम् उच्यते. तर्हि शाययति, छाययति, सायति, ह्वायति, व्याययति, वाययति, पाययति इति द्विवारमस्ति इति कथा. अनन्तरम् अन्ततो गत्वा एकमस्ति पालयति, खलु पालयति प्रसिद्धरूपमस्ति, पालितवान् पालयति. तर्हि अस्यापि पालनं करोति, रक्षणार्थे अस्ति, माता पुत्रं पालयति इति अर्थः. तत्र लूकागमः अस्ति, लूकागमस्तु तस्य वक्तव्यः इति वार्तिकमस्ति. पश्यन्तु, अत्र पा धातुः अस्ति, लूक् भवति, पा लूक् अणिच् पालि इति धातुः अस्ति, पालयति. समीचीनम् इति भिन्न इति किञ्चित् भिन्नम् अस्ति. अन्यत्र पै पा इति नयोः पाययति इति आकारान्तानां कथा. अग्रे गच्छेम, इदानीं करपत्रं समाप्तमस्ति, इदानीं पी डि एफ् इत्यस्मिन् अग्रे गच्छेम. तत्र अभ्यासस्य आरम्भः जातः गते सप्ताहे, अपि च सूत्रसहित अभ्यासः अस्ति खलु, सूत्रं वक्तव्यमस्ति. वस्तुतः तेषां विभजनं सूत्रम् अनुसृत्य न जातमस्ति. कथं सर्वे अवगच्छेयुः सूत्रं विना अवगमनं कथं स्यात् इति न जाने अत्र. किन्तु सूत्रसहित अवगमनं तत्र सुबोधः खलु, अस्माकं शिक्षा अनया रीत्या सुलभा. तर्हि यतोहि तत्र प्रथमे भागे हसति हासयति, तत्र दह धातुः अस्ति. दह धातुः दाहयति इति केन सूत्रेण, लक्ष्मी भगिनी? दह धातुः हलन्तधातुः, उपधायां ह्रस्वकारः अस्ति, अतः अत उपधायाः इत्यनेन दाहयति इति तत्र अत उपधायः इति अत उपधायाः इति सूत्रेण अस्ति. इदानीं स्मरति तत्र जगन्नाथमहोदय वदतु, तत्र सूत्रं किं रूपं पुगन्तलघुपदस्य च कथं न भवतः तद् अत्र केवलं त्रीणि सूत्राणि सन्ति, तानि सूत्राणि कथं कार्यं कुर्वन्ति इति न जानाति चेत् ज्ञानं न भविष्यति नीजन्तानाम्. अत्र मेहुलमहोदय वदतु, तत्र स्मृधातोः स्मृधातुः ऋकारान्त अपि अजान्ताङ्गस्य अजान्तधातुः अस्ति, अतः अचोयिणीति इति सूत्रं कार्यं करोति. अनेन कीदृशं कार्यं स्मृ योगहणिच् इति अस्ति, तत्र अजान्त अङ्गस्य अन्तवर्णस्य वृद्धिः भवति. वृद्धिकार्यमस्ति स्मृ स्मारयति इति वृद्धिकार्यमस्ति. पुगन्धलघुपदेशे च तत्र जगन्नाथमहोदय किं भवति स्म, कीदृशं कार्यमस्ति? क्षम्यतां, तत्र गुणकार्यं भवति केचन धातूनां. कुत्र अस्ति गुणकार्यं, धात्वन्ते वा? उपधायां गुणकार्यं भवति. तत्र हलन्तदातूनां विषयः खलु, हलन्तदातूनां विषयः. अत्र अजान्तदातुः अस्ति, अतः नितरां न भवति. त्रीणि सूत्राणि सन्ति, अचो यणिति, अत उपधायाः, पुगान्तलघुपधस्य च इति त्रीणि सूत्राणि सन्ति. अस्तु, बहु सम्यक् अस्ति. तर्हि अयं भागः अत्र पञ्चभागाः कृताः सन्ति, अथवा षड् पञ्चभागाः मुखितः पञ्चभागाः कृताः सन्ति. प्रथमे भागे नाम नितरां तत्र मिश्रणमस्ति, खिचुडि इति कृत्वा तत्र भ्रमः अस्ति अस्माकं. शेते इत्यस्मिन् धातुः कः, सरला भगिनी वदतु? धातु शी अस्ति, अजन्तधातु, अचोयति इति सूत्रेण तस्य वृद्धिः भवति. शायति इति शायति, समीचीनमस्ति. किन्तु गृह्णाति इत्यस्मिन् गृह्णाति अस्मिन् धातु गृह अस्ति तत्र अतोपधाय इति ग्राहयति इति भवति सूत्रेण. हा उपधावृद्धिः, हा उपधा उपधावृद्धिः अस्ति इति अस्ति इति सम्यक् अस्ति. तर्हि अनेन तत्र भिन्नभिन्नकार्याणि सन्ति इति कृत्वा एकत्र न भवति न भवेत् किन्तु एकत्र स्थापितमस्ति. अस्तु, यत्र यत्र वृद्धिः भवति तत् प्रदर्शितमस्ति अत्र वृद्धिः सर्वत्र यत्र यत्र वृद्धिः भवति तत् तत्तु प्रदर्शितमस्ति इति प्रायः वक्तुं शक्यते. तेषां चिन्तनं तथा आसीत् किन्तु अग्रे अग्रे गत्वा अपि वृद्धिः अस्ति. अस्तु, न अत्र अत्र वृद्धिः इति चिन्तनमासीत् तेषां वृद्धिः यत्र यत्र वृद्धिः भवति अचोयनिति अपि च अतोपदायाः इति वृद्धिः अस्ति. अस्तु, समीचीनमस्ति. अग्रे अग्रे अग्रे पश्येम. तर्हि इदानीं राजेन्द्रमहोदय तत्र पुनः तत्र कर्षति इत्यस्मिन् धातुः कः? कर्षयति कृष् धातुः अस्ति महोदय. तत्र हलन्तधातुः अस्ति तत् कारणात् तत् ऋकारस्य वृद्धिः भवति कर्षि वृद्धि. न एकनिमेषः, तत्र धातुः कः आसीत्? कृष्. हा तर्हि तत्र किं सूत्रं कार्यं करोति अत्र? अत्र महोदय अचोयुनिति कार्यं करोति. अचोयुनिति अत्र अन्तिमवर्णः कः धातोः? षकारः, षकारः अस्ति, हलन्तधातुः अस्ति. क्षम्यता महोदय, दोषः कृतः. अत्र पुगन्धलघु उपदस्य च सूत्रेण तत्र गुणकार्यं भवति. ऋकारस्य वृष वर्ष भवति, वर्षयोगे इ वर्षि तत् अनन्तरम् अन्तर्गत भूत्वा वर्षीयति. क्षम्यताम्. हा अस्तु, समीचीनमस्ति. इति गुणः नाम प्रथमे भागे वृद्धिः कुत्र कुत्र भवति इति चिन्तनं तेषाम् आसीत्. अस्तु, अत्र उपधायां ऋकारः कृष् धातुः तत्र हलन्तधातुः अस्ति लघु तत्र भूगन्धलघुपदस्य च तेन गुणः. अस्तु, वर्धते वर्धते इति बालसुब्रह्मण्यं तत्र धातुः कः? वृद्धिति धातु. अग्रे अग्रे किं कार्यमस्ति? अत्र वृद्धिति पुगन्तलघुपदस्य च इति उपधा ऋकारः ह्रस्व अकारः वृद्ध ऋकारस्य गुणः भवति वर्ध. सो तस्मात् निजन्त प्रकार अनन्तरं वर्धयति इति. हा वर्धयति, बहु समीचीनमस्ति. अस्तु, अग्रे महेन्द्रमहोदय अग्रे. स्पृशति भवान्? हा, द्वितीयमस्ति वर्षति. वर्षति, आम्. वर्षति अत्र वृष इति धातुः अस्ति अहं चिन्तयामि. वर्ष अत्रापि हलन्तधातुः अस्ति, तत्रापि अत उपधायाः इति सूत्रं कार्यं करोति. अतः इति सूत्रेण अनेन सूत्रेण वृद्धिः भवति. इणिति प्रत्यये परे अस्ति, अतः वृद्धिः भवति उपधायां वृद्धिः भवति. अर् इति आगच्छति, अतः वर्धयति इति भवति. किं रूपं? वर्षयति इति भवति. हा, किन्तु वर् इति भवता यदुक्तमस्ति तत् तच्च कार्यमस्ति वृद्धिः वा गुणः वा? अतोपदायः इति वृद्धिः. अतोपदायाः किम् इति सूत्रं किं वदति? उपधायामतः वृद्धिः इति प्रत्यये परे. हा तर्हि अत्र दृश् इति धातु भवता उक्तं, तत्र उपधायां कः वर्णः अस्ति? ऋकारः अस्ति, ऋकारः अत्र अत उपधायाः इति सूत्रं किं वदति? भवता उक्तं किम् उपधायाम् अतः वृद्धिः, अतः इत्युक्ते किम्? अतः इत्युक्ते उपधायावर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत्, उपधायाम् अनन्तरमिति न, उपधा एव ह्रस्ववर्णः, ह्रस्व अकारः, अतः इत्युक्ते ह्रस्व अकारः। ओ ओके, उपधायां वर्णः अत्वर्णः अस्ति चेत् अतः उपधाया इति सूत्रं कार्यं करोति। तकारस्य संयोजनेन यः कोऽपि स्वरः अस्ति ह्रस्वस्वरः इति अर्थः, अत् इत्युक्ते ह्रस्व अकारः, इत् इति ह्रस्व इकारः, उत् इति ह्रस्व उकारः। तर्हि उपधायां ह्रस्व अकारः अस्ति वा? वर्ष इति वृष् धातुः भवता उक्तं खलु, ऋकारः अस्ति, अतः ऋकारः अचोणिति उगन्तलघुपदस्य च इति सूत्रं कार्यं करोति। उपधायां लघु लघुपदस्य इक् वर्णः अस्ति, अतः गुणः भवति। गुणः इति वर् वृद्धिः इति वार् वार् इति भवति स्म, अत्र वार् वार्षयति इति नास्ति खलु, वर्षयति अस्ति, वर्षयति इति कृत्वा पुगन्धलघुपदस्य च। अस्तु, सम्यक् अस्ति। अग्रे स्पृशति इति अस्ति, सुब्रह्मण्यं तत्र अस्ति वा महोदय? आं महोदय, इदानीम् अस्मि महोदय। स्पृशति अत्र धातुः अस्ति स्पृश, अत्र हलन्तधातुः, इदानीं उपधावर्णः ऋकारः लघु इक् वर्णः, अतः इदानीम् अत्र निचिपरे अत्र अर्धधातुकप्रत्ययः भूत्वा पुगन्तलघु उपधस्य च इत्यनेन इग इकः गुणः भवति, अतः अर् आगच्छति, स्पर्श इदानीं स्पर्शि स्पर्शयति इति अस्ति। तत्र प्रत्येकं धातोः रूपद्वयं भवति, तत्र उपदेशावस्थायां कः एकं रूपम् अस्ति, अपि च लौकिकधातुः अस्ति। तत्र महोदयेन उक्तमस्ति स्पृश, तत्र वस्तुतः अकारः अपगच्छति इति संज्ञकवर्णः अस्ति, इति कृत्वा लौकिकधातुः अस्ति स्पृश् खलु, स्पृश् इति सर्वेषां बोधः स्पृश इति वदनेन तत्र दोषः नास्ति, किन्तु हलन्तधातुः इति केषाञ्चित् भ्रमः भवितुम् अर्हति। धातुः अस्ति स्पृश् लोके, लोके स्पृश् स्पृश इति तत्र अकारः इति संज्ञकः अपगच्छति इति कृत्वा। अस्तु, समीचीनमस्ति, किन्तु विलम्बेन आगतं, कः अस्ति? विलम्बेन अस्ति, अस्मि पुष्पभगिनी वा? मीना अपि अस्मि महोदय, क्षम्यतः। अस्तु, समीचीनमस्ति मीना भगिनी। अन्य कोऽपि वा? आं महोदय, पद्मा अस्मि। पद्मा भगिनी, अन्य कोऽपि वा? सहदेव। सहदेव महोदय, अन्य कोऽपि वा? अस्तु, समीचीनम्, अग्रे गच्छेम। तर्हि अग्रिमदातु अस्ति सृजति, मीना भगिनी करोति वा? आं महोदय, सृज् इति धातुः पुगन्तलघुपदस्य इति कार्यं करोति, ऋकारः आर् भवति, गुणः भवति, सर्जयति इति सिद्धरूपम्। बहु समीचीनमस्ति। कश्चन ध्वनिः आगतः लैन् मध्ये, न जाने किमर्थमस्ति, विद्युत् इति इव अस्ति, पश्यामि कस्य अस्ति। अस्तु, अग्रे गच्छेम, अग्रे गच्छेम। इदानीं प्रवर्तते, प्रवर्तते इति विद्या भगिनी करोति वा? आं महोदय, तत्र प्र इति उपसर्गः, वृत् इति धातुः, उपधायां ऋकारः अस्ति, हलन्तधातुः, तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः, वर्ति इति धातुः, वर्तयति, प्रवर्तयति, प्र इति उपसर्गः योजयित्वा प्रवर्तयति। हा प्रवर्तयति, बहु समीचीनमस्ति. अस्तु अग्रे गच्छामि, राजेन्द्रमहोदय अग्रे. आं महोदय, नृत्यति महोदय. अत्र प्रा अस्ति इति कथं जानीमः कथं जानीमः? अभिज्ञानमस्ति, हा तत्र अभिज्ञानं भवति, अभिज्ञानमस्ति यत् कथं जानीमः तत्र अनुभवेन जानीमः यत् प्रवर्तते इति, वर्तते इति मूलरूपमस्ति वर्तते, तत्र वृत् इति धातुः अस्ति इति तस्मात् प्राक् प्रा इति तत्र परिगणिताः उपसर्गाः सन्ति खलु, प्रा तत्र द्वाविंशति उपसर्गाः सन्ति, येषु अन्यतमस्ति प्रा इति, केवलम् अभिज्ञानं भवति. अस्तु अस्तु, महोदय. नृत्यते तत् नृत् अस्ति हलन्तधातु, ऋकारः उपधायः अस्ति, तत् पुगन्धलोकोपधस्य च तेन सूत्रेण निच् प्रत्ययः यदा आगच्छति तत् नर्ति भवति, तत् अनन्तरं नर्तयति निष्पन्नम्. आमामां, किं सूत्रमासीत्? पुगन्धलोकोपधस्य च अस्तु, नर्तयति इति रूपमस्ति, समीचीनमस्ति. अग्रे गच्छेम, लक्ष्मीभगिनी अग्रे. कम्पते अस्ति महोदय, अत्र औपदेशिकधातुः कम्प् इति भवति वा? सत्यं भवति चेत् तत्र हलन्तधातुः उपधायां मकारः अस्ति, तस्य कृते कोऽपि विशेषसूत्रं नास्ति, अतः केवलं कम्पि आतिदेशिकधातुः कम्पयति सामान्यकार्यं कम्पयति. हा अत्र किचुरि जातमस्ति खलु, अत्र किमर्थं कम्पति अत्र स्थापितमस्ति न जाने. अस्तु सम्यक् सम्यक्, अग्रे गच्छेम, लक्ष्मीभगिनी. सरला भगिनी अग्रे. गच्छति उपदेशकधातुः अस्ति, गम् गम् लौकिकधातुः अस्ति, अत्र गम् योगिनी गम् ई भवति, गम् यति इति भवति. हा तत्र किमस्ति, अतोपदायाः तिने वृद्धिः न भवति वा? अतोपदायाम् आं गामयति, परन्तु अहं दृष्टवती गमयति सर्वे स्थाने लिखितुम् अस्ति, तत् इदानीं गते सताहे भवती उक्तवती खलु, खलु भ्रमति अस्ति, भ्रमयति. आम् अस्तु. हा किमर्थं तथा आसीत्? यदि अजन्त अमन्तधातु अन्ते अम् अस्ति, तत्र घटादिगणे अन्तर्भूता येषां तत्र वृद्धिः भवति, अत्र उपधायां वृद्धिः भवति, तस्य बाध्य मितां ह्रस्व भवति. हा नाम अत उपधायाः तेन गामि भवति, गामि भवति, अनन्तरं मितां ह्रस्वति तेन ह्रस्वादेशः अनन्तरं भवति, मितां ह्रस्वः गमयति अस्ति, गमयति इति अमान्तधातुः अस्ति, मनसि भवेत्, भ्रं भ्रमयति, गं गमयति, येषां धातूनाम् अन्ते अं तेषां तादृशं कार्यमस्ति. अस्तु समीचीनमस्ति, अग्रे गच्छेम, बालसुब्रह्मण्यं वदतु अग्रे. धातु कः महोदय? अग्रे अग्रिमधातुः अस्ति नवमः, गर्जति त्यजति गर्जति खलु, अग्रे अस्ति गर्जति, गर्जति पर किं पीडीएफ अस्ति वा? पीडीएफ अस्ति, प्रथमं वा द्वितीयं वा? द्वितीयम् अस्ति. प्रथमसङ्ख्या वा पीडीएफ? पृष्ठसङ्ख्या अस्ति चतुर्दश, पीडीएफ मध्ये चतुर्दश अस्ति संख्या, पृष्ठसङ्ख्या द्वितीयं पीडीएफ चतुर्दश, चतुर्दश इति मिलति न द्वितीयं पीडीएफ, द्वितीयं पीडीएफ इति पश्यतु, द्वितीयं पीडीएफ द्वितीयं पीडीएफ तत्र प्रवर्तते नृत्यति किमिति खादति करोति लिखति ददाति इत्यादि न किन्तु वामतः पश्यतु गर्जति ओ क्षम्यतां महोदय गर्जति गर्जति गृज् इति धातु अस्ति गर्ज् गर्ज् गर्ज् गर्ज् इति धातु गर्ज् इति हलन्तधातु हलन्तदातुः अस्ति तत्र जकारस्य किमपि कार्यं भवति वा न अर्जिति उपधा अस्ति कः वर्णः उपधायाम् अस्ति गर्ज् गर्ज् उपधायां कः वर्णः अर्जिति कः वर्णः उपधायाम् अस्ति ह्रस्वकारः नास्ति गर्जिति गरज इति अस्ति खलु गर्ज् गरज गर्ज् उपधायां कः वर्णः पुष्पा भगिनी वदतु पुष्पा भगिनी अस्तु पद्मा भगिनी वदतु ऋकारः अस्ति वा पद्मा भगिनी वदतु अत्र काठिन्यं किमर्थमस्ति पद्मा भगिनी वदतु गर्ज् अत्र उपधायां कः वर्णः ऋकारः अस्ति न ऋकारः वा अस्तु महोदय तत्र सुब्रह्मण्यं वदतु खलु रेपः अस्ति महोदय अत्र उपधाया गर्ज् अत्र गकारः अकारः रेपः जकारः उपधायां रेपः अस्ति रेफः अस्ति तत्र ऋकारः यदि स्यात् अति गृज् इति भवति स्म खलु पुष्पा भगिनी गृज् रेफ् तत्र ऋकारः कृष्णऋकारः यदि स्यात् गृज् इति भवति स्म अत्र गर्ज् गर्ज् गर्जति इति यथा प्रदर्शितमस्ति ति इति निष्कासयतु गर्ज् अति इति निष्कासयतु गर्ज् रेफः अस्ति खलु तत्र अस्ति महोदय अस्तु तर्हि तत्र बालसुब्रह्मण्यं तत्र वदतु इदानीं गर्ज् अस्ति उपधायां रेफा अस्ति साथ उपधा नास्ति ह्रस्व इकारः अपि नास्ति सो रेपः गर्ज् रेफा अस्ति तत्र अन्ते हल् वर्णः अस्ति जकारः उपधायां रेफः उपधायां रेफः अस्ति सुब्रह्मण्यं तत्र समापयतु अत्र किमपि कार्यं न भवति केवलम् अत्र गर्जियोगः णिच् अत्र गर्जि गर्जयति अत्र कार्यं नास्ति तदपि एकं कार्यमस्ति खलु तदर्थं ज्ञानमपेक्षितमस्ति यथा कम्पकम्पते गर्ज् गर्ज् कम्पकम्पते इत्यस्मिन् कम्पयति तत्र पकारः उपधायां मकारः अत्र चकारः उपधायां रेफः उभयत्र न स्वरः अन्ते न उपधायाम् अकारः न वा लघु एक् इति कृत्वा कार्यं नास्ति किमपि त्रीणि कार्याणि सन्ति अत्र नास्ति किमपि अस्तु महोदय महोदय एकः प्रश्नः लिच् अस्ति आत्मनेपदि धातु अपि परस्मैपदी योजयामः कुत्र कुत्र कुत्र प्रश्नः कम्पते वर्धते तत्र पूर्वमपि अस्माभिः उक्तं यत् प्रायः सर्वत्र उभयपदिनः धातवः णिजन्ताः, किन्तु केचन केवलं परस्मैपदिनः भवन्ति इति कृत्वा सुरक्षितमार्गः अस्ति यत् सर्वेषां कृते परस्मैपदत्वम् इति, यतोहि अनेन तत्र दोषः न कुत्रापि अस्ति. कम्पयति तत्र द्वयमपि अस्ति, आधिक्येन द्वयं भवति, द्वयमपि नर्तयति गमयति तत्र आधिक्येन भवति. केचन एव केषाञ्चित् एव केवलं परस्मैपदत्वम् अस्ति इति कृत्वा एव सर्वेषां कुर्मः चेत् दोषः न कुत्रापि भवति. बुद्धम्? अस्तु. पद्मा भगिनी अग्रे पश्यति इति धातुः कः? दृश् धातुः अस्ति. हलन्तधातूनाम् अस्ति. उपधा ऋकारः अस्ति. ऋकारः वृद्धिः भवति. केन सूत्रेण वृद्धिः? केन सूत्रेण? अजो निच्छि निचि अचोयनिति इति सूत्रम् अस्माकं भ्रमः न स्यात्. तत्र मेहुलमहोदय साहाय्यं करोतु. अत्र पुगन्तलघुपदस्य च हलन्तधातु अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति. हलन्तधातुः अतः पुगन्तलघुपदस्य च इति वाक्यं साधु नास्ति. तत्र पुगन्तः तत्र अतोपदयाः अपि हलन्तधातूनां कृते अस्ति खलु, तत्र पर्याप्तं नास्ति. आम्, उपधाय वर्णः लघु इक् वर्णः अस्ति, अतः गुणकार्यं भवति. करोतु. अतः दर्शयत् ऋकारस्य गुणकार्यम् अर् इति भवति, अतः दर्शयति इति रूपं निष्पन्तति. दर्शयति अस्ति. पद्माभगिनी केवलं त्रीणि सूत्राणि सन्ति. अचोयनिति इति कुत्र भवति? यत्र धातुः अजन्तः अस्ति, अत्र धातुः अजन्तः अस्ति नास्ति खलु? नास्ति अजन्तः, अत्र हलन्तः भवति उक्तवती, हलन्तः धातुः. अचोयनिति इति केवलं धातुः कीदृशः? अजन्तः, अजन्तधातुः अस्ति चेत् खलु. यथा नी धातुः, नी धातुः तत्र करोतु, नी नयति इति नी धातुः भवति. पुगन्त न, इदानीं मया किमुक्तमस्ति, तत्र अचोयनिति इति सूत्रेण अजन्तधातुः अस्ति चेत् कार्यं भवति. अचोयनिति इति किं कार्यं? गुणः. सूत्रं पश्यतु, कुत्र गुणः कुत्र लिखितमस्ति? अचोयनिति इति पश्यतु, करपत्रमस्ति. केवलं त्रीणि सूत्राणि सन्ति, अत्र कार्यं बहु सुलभमस्ति, किन्तु त्रीणि सूत्राणि न जानन्ति चेत् तत्र कठिनमस्ति. केवलं त्रीणि सूत्राणि, तत्र अचोयनिति किं वदति भगिनि? मीना भगिनी साहाय्यं करोतु. करपत्रमस्ति खलु पद्मा भगिनी, पुरतः करपत्रं नास्ति सङ्गणके? पश्यतु. हरि ओम्. सूत्रं पश्यति वा, अचोयनिति सूत्रं पश्यति? किं लिखितमस्ति वाक्यम्? अचोयनिति इत्यनेन वाक्यं प्रथम, तस्य व्याख्याने किं लिखितं प्रथमवाक्यं? अचोयनिति. विद्याभगिनी साहाय्यं करोतु एकवारं, किं लिखितमस्ति? अचोयनिति तत्र व्याख्याने अस्ति, अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति निति प्रत्यये परे. तस्य अर्थः कः? अर्थः तत्र धातुः अङ्गम् अङ्गस्य अन्ते अच्वर्णः, अत्र धातुः अजन्तधातुः अन्ते अच्वर्णः, स्वराः अन्ते चेत् तत्र अन्त्यवर्णस्य वृद्धिः भवति अत्र तु निच् प्रत्ययः एव निमित्तं, निचि परे, निच् प्रत्ययः परः अस्ति चेत् तत्र अजन्ताङ्गस्य वृद्धिः. तर्हि नी धातुः करोतु. नी इति तत्र नी दीर्घ ईकारान्तदातुः, अजन्तदातुः, अनन्तरं निच् प्रत्ययः परः, तर्हि अचोयनिति इत्यनेन तत्र दीर्घ ईकारस्य वृद्धिः भवति, ईकारस्य वृद्धिः ऐकारः नै नै इति भवति, अनन्तरं नै योगः निच् निच् इत्यस्मिन् इ एव अवशिष्यते, तत्र एचोय वायवः इत्यनेन यान्तवान्तदेशसन्धिः, ऐकारस्य स्थाने आय् तर्हि नायि नायि नाययति. नाय् नाय् नाय् तत्र गुणवृद्धिः भवति. प्रतापगणी शुक्रवासरे अवश्यम् आगच्छतु. अत्र अद्यतनवर्गे अस्य बोधः न भवति चेत् तत्र अवश्यम् अवश्यं शुक्रवासरे, अनेन तत्र द्विवारम् अभ्यासः भविष्यति, अवगमनं भविष्यति. अग्रे गच्छेम. मीनाभगिनी अग्रे द्वितीयभागः अस्ति. लिखति लिखति इत्यस्य रूपं लेखयति. लिक् इति धातुः उपधा अचोयिति न कार्यं करोति. उपधा लघु स्वरः अस्ति इकारः. इकारस्य गुणः एकारः. अतः लेक् लेखि अनन्तरं लेखयति इति सिद्धरूपं. बहु समीचीनमस्ति. अग्रे क्षिपति. क्षिप् इति धातुः उपधा स्वरः लघुस्वरः अस्ति इकारः. क्षिप् क्षेप् इति क्षेपयति इति सिद्धरूपं. क्षेपि इति क्षेपि इति आदिदेशिकनिजन्तधातुः अस्ति. क्षेपि अनन्तरं क्षेपयति. अस्तु, बहु समीचीनमस्ति भगिनि. क्षापयति न वा गुणः अस्ति. क्षापयति कथं स्यात्? इकारस्य गुणः इकारः. क्षेपयति इति रूपमस्ति. क्षेपयति. अस्तु, अग्रे अग्रे गच्छेम. इदानीं अग्रे अस्ति जगन्नाथमहोदय. अग्रे उपदिशति. दिश् इति धातुः, तस्य उगन्तलभु उपध इति सूत्रेण गुण भवति उपधा दि इति दे भवति. अत्र धातुः कः? धातु दिश्. हा, दिश् दिश् धातुः अस्ति. हा, समीचीनम्. उप उपसर्गपूर्वकः दिश् धातुः. उप दिश् दिश् इति धातुः. उपधायां ह्रस्व इक् वर्णः अस्ति इकारः. भूगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. हा, अग्रे वदतु. गुणः भवति. तर्हि दि शब्दस्य तु दे भवति. देशी इति णिच् योजयित्वा देशी भवति. तत् दे उपदेशयति इति शप् योगति इति सर्वं योजयित्वा उपदेशयति इति अन्तिमवर्णः. हा, उपदेशयति. बहु समीचीनमस्ति. पुष्पभगिनी अग्रे वदति वा? शीघ्रमेव भगिनी. अस्तु, न सिद्धः नास्ति चेत् अग्रे गच्छेम. मीना भगिनी वदतु. प्रविशति प्रयोगः विशति. विश् इति धातुः उपधा लघुस्वरः अस्ति इकारः. वेश् इति भवति. वेशि इति आतिदेशिकधातुः. प्रवेशयति इति सिद्धरूपम्. हा, प्रवेशयति. बहु सम्यक् अस्ति. अस्तु, अग्रे अग्रे अग्रे अस्ति मिलति. सहदेव महोदय वदति वा मिलति? क्षम्यतां महोदय, केवलं शृणोमि. केवलं शृणोति. अस्ति, मिलति इति अस्ति. मिलति अस्ति. राजेन्द्रमहोदय वदतु. आं महोदय, अत्र धातुः अस्ति मिल्. अत्र तु इक्स्वरः, ह्रस्व इक्स्वरः अस्ति उपधायां. तत् पुगनलघु उपदस्य च सूत्रेण नित्प्रत्ययः आगच्छति, तत् मेलि अतिदेशिक धातुः भवति, तदनन्तरं मेलयति. मेलयति, अस्तु, समीचीनमस्ति. सरला भगिनी अग्रे. सिञ्चति धातु भवति सिञ्च, हलन्तधातुः अस्ति, तस्य उपधायामपि हलन्त ञकारः अस्ति, कार्यं न भवति. नूतन सिञ्चि इति योजिताम् नूतनधातुः भवति, सिञ्चयति इति भवति. अत्र किञ्चित् वैशिष्ट्यमस्ति, विद्याभगिनी भवति वा? न जानामि महोदय. अस्तु, वस्तुतः अत्र वस्तुतः सिञ्चति इत्यस्मिन् अहं दातुं वदामि, अनन्तरं भवती वक्तुं शक्ष्यति. दातुः अस्ति सिचि, सिचि इति दातुः, सिचि. नुमागमः अस्ति वा तत्र? नाम सिचि इति सिचि इति अस्ति, तत्र कीदृशधातुः अस्ति, किं वक्तव्यमस्ति? हा, एकनिमिष, सिचि इति नास्ति, मया दोषः उक्तः. अत्र सिञ्चिति एव अस्ति, सिचि इति नास्ति, सिञ्चिति एव अस्ति, सिञ्चिति एव अस्ति, न तु सिचि. तर्हि धातु एकनिमिषः महोदय, तत्र सिञ्चिति अस्ति चेत् तत्र किं भवति? सिञ्चिति अस्ति चेत् तत्र सिञ्चि सिञ्चयति न, तथा नास्ति, यतोहि इदित् नास्ति खलु. इदित् धातुः तत्र अनिदित् धातुः, उपधायां नकारः, निच्प्रत्यये परे तत्र उपधायां नकार नकारस्य अत्र तु लोपः न भवति. किमर्थं? कित्नित् प्रत्ययः नास्ति, अतः लोपः न भवति, तर्हि नकारः तिष्ठति इति चिन्तयामि. न, सूत्रं किम्? अनिदितां हल उपदाय इति. किङ्यति, किङ्यति. अत्र अत्र तत्र सुब्रह्मण्यं तत्र किं वदति स्म महोदय? धातुः अस्ति शिच महोदय, तुदादिगणीयधातुः, धात्वादेशः भूत्वा सकारः सिच, परन्तु अत्र तुदादिगणे शेमुचादीनाम् इत्यनेन अत्र नुमागमः भूत्वा अत्र सिञ्चति इति रूपं भवति, परन्तु इदानीम् अत्र तत्र तत्र विशिष्टमस्ति. धातुः कः आसीत्? शिच, षकारः इकारः चकारः महोदय, चकारे अत्र अत्र उपदेशे अजनुनासिक इत्यनेन अकारस्य लोपः, षकारस्य तु अत्र धात्वादेशः भूत्वा सकारः, सिच् इति धातुः इदानीम् इदानीम् अस्माकं कृते व्यावहारिकधातुरूपमस्ति सिच्. अत्र इदानीं सामान्यकार्यं यथा वयं पूर्वं दृष्टवन्तः, सिच् सेच भवति, सेचि सेच इति. अत्र तुदादिगणे अस्ति खलु? तुदादिगणे अस्ति, सर्वे पश्यन्तु, तत्र अस्ति, सर्वं दत्तमस्ति तत्र इति मन्ये खलु? अत्र मुचाद्यन्तर्गणः इति अस्ति महोदय धातुपाठे, शे मुचादीनाम् इत्यनेन अत्र तुदादिगणे करपत्रे प्रदर्शनीयमस्ति. मातुः पुस्तके अस्ति एव, सत्यं, मास्तु मातुः पुस्तके अस्ति, किन्तु अत्र अस्ति अस्तु. अनन्तरम् अस्माकं तुदादिगणीयकरपत्रे अस्ति महोदय, व्याकरणवर्गस्य, तत्रैव पश्यन् अस्मि, भवानेव पश्यतु, भवानपि पश्यतु कुत्र अस्ति. तत्र अस्ति रिकारान्त दातवः. अस्तु, अनन्तरं द्रक्ष्यामि. न, इतोपि विशेषदातवः सन्ति, विशिष्टदातुषु अन्यतमः इति भाति. तत्र विशिष्टदातुः अस्ति, तत्र शिश् शिश् इति षकारान्तः खलु, शिशाति, न चकारः महोदय अत्र अशिच सिच षि च मूर्धन्य षकारः इकारः चकारः अकारः अनुबन्धलोपानन्तरं सिच् भवति. अस्माकं कृते तु निच् प्रत्ययस्य कृते तु सिच् एव धातुं नयामः. सिच् योगः णिच् भूत्वा अत्र सेचि भवति. अत्र अस्ति अत्र मुचाद्यन्तर्गणः तत्र तत्र सर्वे पश्यन्तु इदानीं प्रातमस्ति तुदादिगणे तृतीयभागः अस्ति नुमागमः. मुगामः अस्ति तत्र तुदादिगणे इतोपि विशेषधातवः इति भागः अस्ति. तत्र प्रथममस्ति धात्वादेशः, द्वितीयमस्ति सम्प्रसारणधातवः, तृतीयमस्ति नुमागमः. विद्याभगिनी पश्यतु तत्र. आं पश्यामि महोदय. हा तत्र शिच इति शिचक्षरणे इति सिचने सिञ्चने इति सिच् धातुः अस्ति. हा तत्र किं दत्तमस्ति सिच् इति अत्र षिच् इति तत्र प्रकरणं तत्र प्रक्रिया प्रदर्शितमस्ति. षिच इति पश्यति वा षिच सिच् श तत्र किमस्ति इति प्रदर्शयतु. षिच इति धातुः तत्र आदौ षकारस्य सकारः भवति, तर्हि सिच् इति लौकिकधातुः. सिच् योगः ति तिङ् प्रत्ययः, तत्र तुदादिगणे ष इति विकर्णप्रत्ययः, तत्र अकारः एव अवशिष्यते. सिच् योगः अयोगः ति इति अस्ति. तत्र तत्र सूत्रमस्ति षे मोचादीनाम् इति सूत्रेण तत्र नुमागमः भवति षे परे इति अस्ति. तर्हि अत्र अत्र तुदादिगणीय विकर्णप्रत्यय षकारः अस् ष इति अस्ति, अतः तत्र निमित्तमस्ति. नुमागमः नुम् इति मित् अस्ति, तर्हि तत्र सिच् अन्तिमस्वरात् परः मिदुचोन्त्यात् परः इत्यनेन अन्तिमस्वरात् परः आयाति. तर्हि तत्र ईकारस्य सिच् इत्यस्मिन् ईकारस्य अनन्तरम् आयाति सिञ्च्. सिञ्च् योगः अयोगः इति सिञ्चति. अनन्तरं तत्र नकारचकारः तत्र नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन ञकारः, तर्हि सिञ्चति. हा अत्र वैशिष्ट्यं किं सर्वेषाम् अवगमनं किम् अस्ति अत्र अत्र सरला भगिनी किं वक्तव्यं किम् अवगन्तव्यमस्ति अत्र दात् सूत्रमस्ति षेमुचादीनां षेमुचादीनाम् अत्र विशिष्टगणः अस्ति तत्र गणः अस्ति मुचाद्य अन्तर्गणः लिखितमस्ति खलु करपत्रे नुमागमः इति भागे मुचाद्य अन्तर्गणः मुचाद्यन्तर्गणः इति लिखितमस्ति तत्र विशिष्टगणः अस्ति तत्र तत्र एक के धातवः सन्ति इति मुच् सिच् विद् खिद् पिश् कृत् लिप् लुप् तत्र सिच् धातुः अस्ति सिच्. हा अतः मूचादीनां नुमागमः भवति षे पदे, नाम तत्र लट् लोट् लङ् विधि लिङ् यत्र औपदेशकधातुः अस्ति तत्र शिच इति सिच् भवति धातुदेहशासः इति सूत्रेण सिच् इति भवति. तत्र नुमागमः भवति किन्तु केवलं तत्र यत्र यत्र सामान्य लट् लोट् लग् यत् लट् लोट् लङ् विधि लिङ् इति भवति तत्र नुमागमः भवति, अन्यत्र नास्ति. अत्र णिच् अस्ति अतः नुमागमः न भवति अत्र इति वैशिष्ट्यमस्ति. अत्र करपत्रे पश्यन्तु पी डि एफ़् मध्ये पश्यन्तु सिञ्चति अस्ति. सिञ्चति किमर्थं? यतोहि लट् लकारः अस्ति, लट् लकारः अस्ति खलु, इति कृत्वा षेमुचादीनामितिनेन नुमागमः भवति इति कृत्वा नुमागमः इति कृत्वा सिञ्चति इति रूपं. किन्तु अणिच् प्रत्ययः यत्र अणिच् प्रत्ययः अस्ति धातुः अस्ति सिच् विकरणप्रत्ययः श तुदादिगणे यः लट् लौट् लङ् विधि लिङ् इति यस्मिन् श अस्ति अत्र नास्ति, अत्र नास्ति यतोहि अणिच् अस्ति. णिच् इति तत्र आर्धदातुकप्रक्रिया अस्ति, न तु सावधातुकप्रक्रिया इति कृत्वा कर्तरि शप् इत्यादिकं न भवति, श विकरणप्रत्ययः न भवति. शनासि इति कृत्वा नुमागमः न भवति इति अस्ति. तत्र स्पष्टं स्यात्. तत्र सुब्रह्मण्यं धन्यवादः, स्पष्टमस्ति इदानीं. मम स्वयं गृहपाठः न जातः अस्ति अस्मिन्. मम लज्जा बहु सम्यक् अस्ति. बहु पूर्वं मया लिखितमस्ति, तत्र अनिदिति नास्ति. अस्तु, सम्यक्. तुदादिगणे अस्ति. रूपं भवति महोदय, सेचयति. हा, रूपमस्ति सिच्, सिचि सेचयति. धातुः अस्ति सिच्. सिञ्च् भवति केवलं लट् लोक् लट् लोट् लङ् विधि लिङ् इति चतुर्षु स्थलेषु एव तत्र नकारः अनन्तरं अनुस्वारः यकारः इति कृत्वा सिञ्चति. किन्तु अत्र नकारः न भवति, यतोहि सामान्यधातुः अस्ति इति नास्ति. लट् लोट् लङ् विधि लिङ् अत्र णिच् अस्ति इति कृत्वा आतिदेशिकधातुः आर्धधातुकप्रक्रिया अस्ति. सेचयति बहु समीचीनमस्ति, इदानीं स्पष्टं जातमस्ति. अग्रे लक्ष्मीभगिनी, अग्रे. खिद्यते इति अस्ति अत्र औपदेशिकधातुः. खिद् अस्ति वा महोदय? खिद् भवति वा? सत्यम् अस्ति चेत् हलन्तधातुः उपधायां ह्रस्व इकारः अस्ति, इत्युक्ते इक् वर्णः अस्ति, अतः पुबन्तलघुपधस्य च इत्यनेन गुणकार्यं भवति. तथा खेद् अनन्तरं निच्प्रत्ययस्य योजनेन इकारः आगच्छति. तथा खेदि इति आतिदेशिकधातुः, तथा खेदयति निजन्तरूपम् आगच्छति. हा, खेदयति अस्ति. हा, बहु समीचीनमस्ति. अस्तु, अग्रे बालसुब्रह्मण्यमलदरग्रे. तुष्यति. तुष् इति धातु ह्रस्व उपधा, तुष् गुणः भवति तोष् इति. सो निजन्तरूपं तोषयति इति. तोषयति सूत्रं किं? पुगन्तलघुपदस्य च इति सूत्रेण. अस्तु, समीचीनमस्ति. जगन्नाथमहोदय, अग्रे. शुष्यति तादृशमेव पुगन्तलघुपदस्य च इति सूत्रेण. शुष् तस्य शोष् शोषयति इति अन्तिमरूपं. शोषि इति णिच् आगत्य आतिदेशिकधातुः, तस्मात् शप्योगति शोषयति इति अन्तिमरूपम्. हा, बहु सम्यक् अस्ति. शोषयति. अस्तु, अग्रे महिलमहोदय, अग्रे. आरोहति, अत्र रुह् इति औपदेशिकधातुः अस्ति, अतः उपधायां इकवर्णः अस्ति, अतः गुणकार्यं भवति पुगन्तलघुपदस्य च इति सूत्रेण आरोहयति इति भवति. हा, आरोहयति. आ इति उपसर्गपूर्वकः रु धातुः अस्ति. आरोहयति. सम्यक् अस्ति, अग्रे गच्छेम. अस्तु, इदानीं सुब्रह्मण्यं वदतु, अग्रे वदति वा. आं महोदय, अत्र बुध्यते धातुः अस्ति बुध्, व्यावहारिकधातुरूपमस्ति बुध्. अत्र हलन्तधातुः उपधायां लघु इक् वर्णः, पुगन्तलघु उपधस्य च इत्यनेन अत्र गुणः उकारस्य ओकारः, बोध् बोधि बोधयति. हा, समीचीनमस्ति. बुधधातुः भुवादि भुवादि अस्ति, अपि च दिवादिगणे अपि अस्ति. तर्हि लट् लकारे तत्र रूपद्वयं भवति, बोधति, तत्र उभयपदिधातुः अस्ति, बोधति बोधते, अपि च दिवादिगणे अस्ति बुध्यते. तर्हि रूपत्रयं भवति, बोधति बोधते बोध्यते, किन्तु सर्वेषाम् अत्र शिक्षा का इति चेत् यत्किमपि भवतु नाम बुधधातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम, किन्तु तस्य निजन्तरूपम् एकमेव अस्ति, बुधयोगः निज् बोधयति यथा महोदयेन उक्तमस्ति. तत्र बोधति स्वीकुर्मः चेदपि, बुध्यते स्वीकुर्मः चेदपि बुधधातुः स एव अस्ति, बुधयोगः निच् बोधि बोधयति इति अस्ति. अतः वस्तुतः धातुगणज्ञानं न अपेक्षितमस्ति यत्र निजन्तरूपम् अस्ति. धातुगणे यत्किमपि भवति कर्तरिप्रयोगे लट् लोट् लङ् विधि लिङ् इति स्थले, किन्तु अत्र भिन्नम् अस्ति, अत्र केवलं धातुः ज्ञातव्यः अस्ति. अग्रे गच्छेम. पुष्पा भगिनी वदति वा? आं महोदय, एकनिमिषं महोदय, अहं जानामि. अस्तु, नास्ति इति भाति. अस्मि, उद्यते भुङ्के, भुङ्के, भुङ्के तु तत्तु विशेष अस्ति इति. धातुः ज्ञातव्यः अस्ति, धातुः ज्ञातव्यः अस्ति तावदेव. भुक् न भुक् भुङ्क् न तदे तद् धातुः कः, धातुः कः इति ज्ञातव्यमस्ति. धातुः यावत् न जानीमः तावत् किमपि कर्तुं न शक्यते. मीना भगिनी जानाति वा धातुः? भुज् इति धातुः. भुज् हा, भुज् भुज् अस्ति महोदय. भुज् तत्तु भुगन्तलघुपदस्य इति जनेन भोज भोज् इति आयाति, भोजि भोजयति. सम्यक् महोदय? हा, भोजयति. हा, भुज् इति धातुः अस्ति. अत्र भुङ्क्ते इति रुदादिगणे अस्ति, रुदादिगणे अस्ति, अतः मध्ये न आगच्छति भुङ्क्ते. किन्तु धातुः अस्ति भुज्. एकवारं यदा दातुं जानीमः तदानीं सुलभमस्ति. तत्र सूत्रं किम् आसीत् भगिनि? सूत्रं स्फुगन्तलघुपदस्य. हा, सत्यम् इति अस्ति. अस्तु, अग्रे गच्छेम. पद्माबेनी अग्रे वदति वा? पद्माबेनी अस्ति? अस्तु, महोदय, श्रूयते वा? नुदति अत्र नुद् धातु अस्ति, उपधा उकार वर्ण उकार वर्ण अस्ति, इच्छनेन युद्धि भवति पुगन्त पुगन्त लघुपधाय च इच्छनेन नोदि नोद् भवति, निच् प्रचारे मिलित्वा नोजि भवति, नोजयति परिवर्तनम्. हा, सम्यक् अस्ति. लघु एकवर्णः अस्ति, पुगन्तलघुपदस्य च अतिनेन गुणः नोदि नोदयति. अस्तु, सम्यक्. मीना भगिनी अग्रे. कुप्यति कुत्र अस्ति? सोरि, गायति, गायति इत्यस्य रूपं गापयति. पकारः किमर्थम्? अद्य एव अस्माभिः दृष्टमस्ति, गते सप्ताहे अपि. विशेष अद्य एव अस्माभिः दृष्टमासीत्। राजेन्द्रमहोदय सायं करोतु। आम् आं महोदय, अत्र तु आकारान्त धातु धातु अस्ति। धातुः कः? गाय गाय गाय महोदय, क्षम्यतां, गाय गाय धातुः अस्ति। तत् अत्र तु तत्र यथा सूत्रे आसीत् आदेश च उपदेशेष्यति, तत् तत् आकारान्त आगच्छति आयि स्थाने, तत् गा गा तत् पुक आगमः भवति, गापयति तत्र भवति। आम् आम्, सूत्रं सूत्रं वदतु एकवारं। आदेश आदेच उपदेशेष्यति इत्यनेन, किन्तु पुगागमः पुगागमः तु तत्र अर्ति ह्रि वलि रि कुनुयि क्षमायि क्षमायि यातां तत्र आकारान्त तदपि अस्ति धातु, तत् तत् पुगागमः भवति। पुङ्नौ हा इत्यनेन पुगागमः अस्ति। अस्तु, समीचीनं, तर्हि अग्रे गच्छेम। इति गापयति, अस्तु। द्वितीयं मीना भगिनी कर्तुमिच्छति वा? आं महोदय, तिष्ठति धातुः अस्ति स्था, तदपि आकारान्त धातुः, अतः स्थापयति इति सिद्धरूपम्। सूत्रं किम्? अर्ति ह्रि व्लि रि क्नु ईक्ष्मायातां पुङ् नौ पुक् आगमः भवति इति नेन आकारान्त दातु नाम आकारान्त नाम पुग् आगमः। स्थापि स्थापि स्थापि इति आतिदेशिक धातुः, अनन्तरं स्थापयति इति सिद्धरूपम्। अस्तु, समीचीनमस्ति। अग्रे गच्छामि, विद्या भगिनी अग्रे वदति वा? अदीते इति अस्ति, तत्र अदीपूर्वः ईङ् इति धातुः, अदादिगणीयधातुः, तर्हि तत्र ईङ् इत्यस्मिन् ई एव अवशिष्यते। ई योगः निच् इति अस्ति, तत्र ई इति अजन्तधातुः, तर्हि अचोयनिति इत्यनेन वृद्धिः, तर्हि ऐ इति भवति, ऐ योगः ई इति अस्ति निच् प्रत्ययः। तत्र विशिष्टसूत्रेण तत्र आत्वं भवति, ऐकारस्य स्थाने आकारः, तर्हि तत्र आकारः योगः ई इति अस्ति। तदनन्तरं तत्र इदानीम् आकारान्तधातुः, तर्हि तत्र अर्ति ह्रि व्लि रीक्नु इ ष्मायातां पुग्नौ इत्यनेन पुकागमः भवति, तर्हि तत्र आयोगः पायोगः इ आपि इति अस्ति, आपि आपे आपयति, अनन्तरम् अधियोगः आपयति, तत्र यण् सन्धि भूत्वा अध्यापयति। हा इति अस्ति, अध्यापयति इति रूपम् अस्ति, अधि प्लस् योगः इ इति धातुः अस्ति, इङ् इति इ धातुः अस्ति, योगः णिच् इति यथा उक्तमस्ति, अध्यापयति इति रूपं भवति। समीचीनम्, अग्रे गच्छेम। इदानीं ददाति ददाति इति लक्ष्मी भगिनी वदतु। ददाति अत्र दा इति धातुः अस्ति, आकारान्तधातुः, अतः अति ह्रि व्लि ट्रि क्नु ईक्ष्मायातां पुङ्नौ आतां पुङ्नौ अत्र आकारान्तधातुः, अतः पुगागमः भवति, तथा दापि इति आतिदेशिकधातुः, दापयति निजन्तरूपम्। हा अस्तु, सम्यक् अस्ति। इदानीं सुब्रह्मण्यमहोदय याति। याति अत्र धातुः अस्ति या, अतः अत्र या अतः अत्र आकारान्तधातुः, अतः निच् प्रत्ययस्य योजनेन अत्र अर्ति ह्रीव्लि रीक्नुयि क्ष्मायातां पुङ्नौ इत्यनेन पुकागमः याप् योगः यि यापि यापयति. हा समीचीनमस्ति, यापयति इति अस्ति. अग्रे गच्छेम. इदानीं जगन्नाथमहोदय वदतु अग्रे. स्नाति अत्र धातु स्ना इति वा? सत्यम्. अस्तु, तर्हि आकारान्त धातु धातोः, तर्हि अर्ति ह्रीव्लि ्यूयि क्ष्मायायातां पुङ्णौ इति सूत्रेण, तर्हि स्नापि इति रूपं भवति, तर्हि स्नापयति इति अन्तिमरूपम्. हा अस्तु, समीचीनमस्ति. बालसुब्रह्मण्यं जानाति. जानाति ज्ञाकारधातु, ज्ञा आकारान्तधातु इति नास्ति, तस्मात् अतिः विनु आजाथां पुग्नौ इति सूत्रप्रकारं पुगागमः भवति. इक् इति संज्ञा पकार आद्यन्त टचते इति सूत्रेण पकार धातोः अन्ते भवति. सो ज्ञाप् ज्ञाप् निजन्तधातु, ज्ञाप् ज्ञापि ज्ञापयति इति. हा हा समीचीनमस्ति. अत्र अत्र ज्ञापयति इति वैशिष्ट्यमस्ति वस्तुतः. ज्ञापयति इति अस्ति, किन्तु ज्ञापयति अपि अस्ति. ज्ञापयति अस्ति, ज्ञापयति अपि अस्ति. इति अत्र प्रक्रिया न प्रदर्शनीयमस्ति, किन्तु वैशिष्ट्यमस्ति. ज्ञापयति अपि साधु अस्ति, ज्ञापयति अपि साधु अस्ति. द्रष्टुमिच्छति इति चेत् एकनिमेषः भगिनि, प्रेरणार्थे एनिच् विशेषाः अजन्तदात्वः इति करपत्रमस्ति. प्रेरणार्थे एनिच् विशेषाः अजन्तदात्वः, तत्र रूपद्वयं प्रदर्श्यते. एवमेव स्नपयति अपि न स्नपयति, न न तथा नास्ति. अत्रापि मितां ह्रस्वः इति कार्यं करोति वा महोदय? हा तत्र तत्र एक ज्ञा मरणतोषणनिशामनेषु एषु अर्थेषु मितां ह्रस्वः. तत्र मरणमितेन हिंसा, तोषणं तोषणम् इत्यनेन सन्तुष्टिः, निशामनम् इत्यनेन चक्षुषज्ञानम्. एषु अर्थेषु मितां ह्रस्वः तेन ह्रस्वत्वम्, अन्यत्र दीर्घत्वं. तर्हि दुर्जनं संज्ञापयति इत्यनेन दुर्जनं मारयति. हरिं ज्ञापयति इत्यनेन हरिं सन्तोषयति. रूपं ज्ञापयति इत्यनेन दर्शयति, बोधयति. किन्तु सूचनां ददाति इति चेत् ज्ञापयति एव अस्ति. तर्हि ज्ञान सामान्यज्ञानार्थे ज्ञापयति एव अस्ति. मितां ह्रस्वः भवति ज्ञापयति केवलं त्रिषु अर्थेषु इति वैशिष्ट्यम्. अस्तु, अर्थं सन्तोषं करोति, मारणं करोति, तोषणं करोति, अपि च निशामनं करोति. इत्युक्ते चक्षुषज्ञानं पश्यति इति, दर्शनेन यत् ज्ञानं भवति. अस्तु, अग्रे गच्छेम. इदानीं मेहुलमहोदय अग्रे पठति वा? आम्. स्वार्थे यत्र णिच् कृतः अस्ति तत्र प्रेरणार्थे अपि तदेव रूपम्। एतादृशस्थले स्वार्थप्रेरणार्थयोः रूपभेदः नास्ति। अत्र चोरयति इति अस्ति स्वार्थे, प्रेरणार्थे अपि तत्र तदेव रूपं चोरयति इति भवति। हा, चोरि नाम णिच् इति एकमेव एकैव वारं संयोजयितुं शक्यते णिच् प्रत्ययः इति कृत्वा, चुरादिगणे यावन्तः दातवः सन्ति तेषाम् एकमेव रूपम् अस्ति स्वार्थे प्रेरणार्थे च इति कृत्वा च चोरयति उभयत्र अस्ति। अस्तु, पुष्पा भगिनी द्वितीयं करोतु। क्षालयति तु क्षाल धातु अस्ति, क्षालयति, क्षालयति यथा चूर् अस्ति, चूरादिगणे चूर् अस्ति, चोरि इति धातुः निच् स्वार्थे निच् इति संयोजने चोरि चूर् चोरि, अनन्तरं प्रेरणार्थे तदेव चोरि अस्ति, क्षल् अस्ति प्रायः क्षल् क्षालि क्षालयति इति। अस्तु, अग्रे मीना भगिनी, अग्रे। स्थाडयति धातुः द्रष्टव्यमस्ति, सुब्रह्मण्यं तत्र दृष्टवान् वा प्रायः? तदेव अस्ति प्रायः। तड् थाडि इति आतिदेशिकधातुः, ताडयति इति सिद्धरूपम्। ताडयति, अस्तु, समीचीनमस्ति। अग्रे अग्रे राजेन्द्रमहोदय, अग्रे। आम् आं महोदय, अत्र पीडयति तत्र धातु का अस्ति तत् न जानामि। पीडयति प्रायः पीडयति एव, पीडितवान् वा? पीड् महोदय, धातुः पीड् अस्ति। पीड् अस्ति तत् अत्र तु कोऽपि कार्यं नास्ति, यथा तत् उब्धाया हलन् धातुः अस्ति, उब्धायां ह्रस्व इकार नासीत् तत् कारणात् अत्र कोऽपि कार्यं न भवति। पीडि अन्ततो गत्वा पीडयति। हा, सत्यमस्ति। अस्तु, इति कृत्वा परिवर्तनं नास्ति इति शिक्षा। अग्रे गच्छेम, अग्रे गच्छेम, तत्र विद्याभगिनी पठतु कृपया अग्रे। अधः कानिचन अनिजन्तक्रियापदानि निर्दिष्टानि सन्ति, तेषां निजन्तरूपं लिखित्वा अधः निजन्तरूपस्य उपयोगेन कर्मसहितं पूर्णं वाक्यम् अपि लिखन्तु। आनयति, आनाययति, कृष्णशास्त्री पुनः पूर्णिम् आनाययति इति अस्ति। किं कृतमस्ति? पुनः पूर्णिम् एकवार्ता अस्ति किल? प्रश्नः कः? पुनः पूर्णिम् इति एका वार्ता, एका वार्ता, एकं पदमस्ति पुनः पूर्णि। हा, पुनः पूर्णिम, सत्यं। भक्षि विद्याभगिनी, अत्र कर्मसहितरूपम् अस्ति, निजन्तरूपं उपयुज्य तत्र कर्मसहितपूर्णवाक्यं लिखन्तु इति अस्ति। आनाययति, आनयति इति आ उपसर्गः नि इति धातुः, तत्र निजन्तरूपम् आनाययति, तत्र आनाययति इति उपयुज्य तत्र कर्मसहितवाक्यं कृष्णशास्त्री पुनः पूर्णिम् आनाययति। अस्तु, प्रथमं करोतु कृपया। खादति इति अस्ति, खाद् इति धातुः, तत्र निजन्तरूपम् अत्र किमपि विशेषेण किमपि कार्यं नास्ति, खादि खादयति। माता पुत्रेण भोजनं खादयति. अत्र अग्रे गत्वा तत्र पुत्रं भवति पुत्रेण भवति वा इति अग्रे द्रष्टव्यमस्ति, इदानीं न वक्तव्यम्. अत्र किमस्ति, अस्माकं सिद्धता भवति अत्र कुत्र, यतोहि तत्र पुत्रं खादयति पुत्रेण खादयति इति अग्रे सामान्यनियमः अस्ति भक्षणार्थे. भक्षणार्थे सामान्यतया द्वितीयविभक्तिः भवति, न तु तृतीयविभक्तिः. तदपवादे तत्र केषाञ्चित् भक्षणार्थे तृतीयविभक्तिः अपि अस्ति. केषां द्वितीयविभक्तिः, केषां तृतीयविभक्तिः इति अग्रे वयं द्रक्ष्यामः. इदानीं केवलं कर्मपदं वक्तव्यमस्ति, नाम माता किं माता भोजनं खादयति पुत्रं भोजनं खादयति न पुत्रमिति न वक्तव्यमस्ति. ओके, माता भोजनं खादयति इति अस्ति अस्माकम् अभ्यासः. इति इदानीं माता भोजनं खादयति इति अभ्यासः अस्ति अत्र, परन्तु तत् दोषपूर्णम् अस्ति किल. खादयति इति अग्रे वयं पश्यामः, अग्रे द्रक्ष्यामः. खादयति इति किमर्थं दोषपूर्णः अस्ति? किमर्थम् इत्युक्ते खादयति तत्र खादयति अस्ति चेत् तत्र तृतीया भवति इति. कस्य तृतीया? तत्र प्रयोज्य इदानीम् एतत् अयं विषयः एतावता नागतः अस्ति इति कृत्वा केवलं कर्मपदमस्ति, दोषपूर्णं नास्ति. माता भोजनं खादयति इति सत्यमस्ति, कुत्र दोषः? दोषः कुत्र अस्ति? तत्र वाक्यस्य अर्थः कः महोदय? माता भोजनं खादयति इत्युक्ते स्वयं खादयति वा अथवा स्वयं न खादयति? कः खादति इति न उक्तं, खादयति. पिता कार्यं कारयति, कः करोति इति न उक्तम्. अस्तु, अत्र दोषः नास्ति, नितरां नास्ति. अत्र तत्र प्रयोजककर्ता अस्ति, प्रयोजककर्तुः तत्र उल्लेखः न जातः. अस्तु, यतोहि अग्रे तस्य द्वितीय वा तृतीय वा इति द्रष्टव्यमस्ति इति इति एव अस्ति, तत् तावदेव अस्ति. सरला भगिनी अग्रे. स्वामी कार्यं कारयति, हा इति अस्ति, करोति. स्वामी कार्यं कारयति, तत्र तस्य तत्र प्रयोजककर्तुः द्वितीय वा तृतीय वा इति अग्रे द्रक्ष्यामः. लक्ष्मी भगिनी अग्रे. लिखति लिख् धातुः, लेखि आतिदेशी धातुः, लेखयति निजन्तरूपं, सुरेशः पत्रं लेखयति. हा सम्यक्, बालसुब्रह्मण्यं वदतु अग्रे. लिखति सुरेशः लिखति लिखति इति जातम् अग्रे. ददाति हा हा सत्यं ददाति. पिता ददाति, दापयति, पिता धनं दापयति. हा इति वाक्यं जगन्नाथमहोदय अग्रे. कं पते नाम अत्र अर्थः स्पष्टः सर्वेषां कृते खलु. पिता धनं दापयति इत्युक्ते स्वयं न ददाति, स्वयं न ददाति, अन्यः कोऽपि ददाति. अस्तु समीचीनं. जगन्नाथमहोदय अग्रे. कपिः वृक्षं कम्पयति. हा सत्यं, तत्र कम्पति कम्पते कम्पयति, कपिः वृक्षं कम्पयति. अस्तु सम्यक् सम्यक् अस्ति. अग्रे अग्रे मेहुलमहोदय अग्रे. प्रवर्तते प्रवर्तयति इति भवति, अतः यन्त्रज्ञः यन्त्रं प्रवर्तयति. हा स समीचीनमस्ति. अग्रे सुब्रह्मण्यं वदतु. आं महोदय, अत्र सः अत्र स्मरति अस्ति, स्मारयति, सः पाठं स्मारयति. बहु सम्यक् अस्ति. पुष्पभगिनी अग्रे. अग्रे चलति इति अस्ति, बालकः कारयानं चालयति. अस्तु, सम्यक्. अग्रे मीना भगिनी अग्रे. भगिनी वार्ता वादयति. पुनः वदतु. भगिनी वार्तां वादयति. वार्ताम् इति वार्ताम् इति वक्तव्यमस्ति. अस्तु, अग्रे पद्मा भगिनी अग्रे. जागर्ति अत्र पदमस्ति. माता पुत्रं जागरयति. जागरयति, अस्तु, सम्यक् अस्ति. अग्रे राजेन्द्रमय अग्रे. आम् आम् महोदय. अध्यापकः छात्रान् उत्थापयति. स्था धातु अस्ति, पुकागमः भवति, उपसर्गसहितः अस्ति, उत्थापयति. सम्यक् सम्यक्. सरला भगिनी अग्रे. महोदय, तत्र रूपद्वयं भवति वा? उत्थापयति वा, उत्थापयति अपि उत्थापयति इति रूपद्वयम्. उत्थापयति द्वितीयरूपं किम्? उत्थापयति तत्र तकारद्वयम्. उत्थापयति एक एव केन सूत्रेण एकवारं भवति. तत् कथमस्ति? तत्र उदः स्था स्तम्भोः पूर्वस्य इति सूत्रमासीत् तत्र. अस्तु अस्तु अस्तु, सत्यं सत्यम्. अग्रे अग्रे गच्छेम. विदूषकः बालान् हासयति. बालान् हासयति इति अग्रे गच्छेम. इदानीं लक्ष्मीभगिनी अग्रे. धरति, धारयति, अग्रजा पुस्तकं धारयति. धारयति इति सामान्यतया धारयति इति तत् भवितुमर्हति, तदपि भवितुमर्हति. किन्तु यत्र वस्त्रं भवति तत् सामान्य अर्थः अस्ति धारयति. अग्रज वस्त्रं धारयति. वस्त्रं धारयति इति यत्किमपि धारयति. अस्तु, अग्रे गच्छेम. इदानीं बालसुब्रह्मण्यं अग्रे. मिलति क्षीरक्रेता क्षीरे मेलयति. क्षीरे मेलयति, जलं मेलयति. सत्यं, बुद्धं खलु. क्षीरक्रेता क्षीरे जलं मेलयति इति अस्ति. अस्तु, अग्रे गच्छेम. मेहुल् महोदय अग्रे. बुध्यते, बुद्ध इति धातुः, बोधयति इति भवति, अतः गुरुः ज्ञानं बोधयति. इति एव अस्ति, अथवा विषयम्. विषयमपि बोधयति अस्तु इति अस्ति. इदानीम् अग्रे अग्रे क्षम्यतां, तत्र गुरुः ज्ञानं बोधयति इति अस्मिन् वाक्ये तस्य अर्थः कः महोदय? वस्तुतः विषयमिति भवेत्, विषयं बोधयति. विषयं बोधयति इत्युक्ते सः स्वयं न बोधयति परन्तु अन्य कोऽपि बोधयति इति वा? बोधयति इति पाठयति इति अतः पाठ आङ्ग्लभाषायां यदि वदामः चेत् तत्र किं ज्ञापयति बोधयति वदतु? आङ्ग्लभाषायां वदामः चेत् तत्र कथम् अस्ति महोदय? आङ्ग्लभाषया मीन्स् सामान्यतया पाठयति इति वदामः. पाठयति इति सामान्यतया आङ्ग्लभाषया वदति. मेक्स् हिम् अण्डर्स्टेण्ड् इति सामान्यतया न वदामः. ये तत्र भारतीयाः सन्ति ते एवं वदन्ति, मेक् मि लिसन्, श्रावयतु, मेक् मि लिसन्, मेक् मि लिसन् इति न वद. तत्र तादृशं रूपम् आङ्ग्लभाषया नास्ति खलु? श्रावयति, ज्ञापयति, बोधयति इति आङ्ग्लभाषया तादृशरूपमेव नास्ति. अस्तु, हा नाम पाठयति सामान्यतया वदामः आङ्ग्लभाषया. हि टीचस् द सब्जेक्ट्. पाठयति, ज्ञापयति, तो इन्फोर्म्स् अथवा किमपि वक्तुं शक्यते. किन्तु वस्तुतः बहूनि रूपाणि तत्र संस्कृतेन सन्ति यानि अत्र आङ्ग्लभाषया न भवन्ति. अस्तु महोदय, हा अस्तु, समीचीनमस्ति. अग्रे गत्वा प्रयोजककर्ता प्रयोजककर्ता इति विषयः अस्ति अग्रे. अस्तु, केवलं विषयः कः इति पठेम तत्र निमेषद्वये. हा सुब्रह्मण्यं तत्र पठतु. अस्तु महोदय, अत्र प्रयोज्यकर्ता प्रयोजककर्ता. अध्यापकः छात्रेण पत्रं लेखयति. अध्यापकः प्रयोजककर्ता छात्रेण, अत्र छात्रः प्रयोज्यकर्ता. निजन्तवाक्युक्ते वाक्ये कर्तृपदद्वयं दृश्यते. यः प्रेरकः भवति सः प्रयोजककर्ता. यः प्रेरितः भवति, यः लेखनपठनादि क्रियां करोति, यः स्वार्थक्रियायाः कर्ता, सः प्रयोज्यकर्ता इति उच्यते. अत्र विषयद्वयमस्ति, प्रयोजककर्ता अपि च प्रयोज्यकर्ता. उदाहरणमस्ति अत्र, अध्यापकः छात्रेण पत्रं लेखयति. अस्मिन् वाक्ये अध्यापकः कार्यं कारयति, अतः सः प्रयोजककर्ता. छात्रः कार्यं करोति, सः प्रेरितः भवति, अतः छात्रः प्रयोज्यकर्ता. अत्र निजन्तवाक्ये यत्र वाक्ये निजन्त क्रियापदानि प्रयुज्मः अत्र कर्तृपदद्वयं भवति इति. एकः अस्ति प्रेरकः, अस्मिन् उदाहरणे अध्यापकः प्रेरकः, अतः सः प्रयोजककर्ता. छात्रः प्रेरितः, सः अपि कर्ता एव, प्रयोज्यकर्ता इति वदामः. अत्र दत्तमस्ति यः स्वार्थक्रियायाः कर्ता भवति सः प्रेरितः. अस्मिन् उदाहरणे अत्र लेखनपठनादिक्रियां करोति, सः प्रेरितः अथवा प्रयोज्यकर्ता. समीचीनमस्ति. तर्हि इदानीं यः अभ्यासः अस्माभिः कृतः, अध्यापकः पत्रं लेखयति, अध्यापकः पत्रं लेखयति, अत्र पत्रमिति कर्मपदमस्ति. प्रयोजककर्ता अध्यापकः अस्ति, प्रयोजककर्ता इति छात्रेण, छात्रेण, अत्र छात्र इति प्रयोज्यकर्ता. कुत्रचित् प्रयोजकर्तुः द्वितीयाविभक्तिः अस्ति, कुत्रचित् तृतीयाविभक्तिः. सामान्यमस्ति तृतीयाविभक्तिः, सामान्यं. तत्र विशिष्टसूत्रे सूत्रैः कुत्रचित् द्वितीया विभक्तिः अस्ति, अस्मिन् पी डी एफ़् मध्ये अग्रे लिखितमस्ति, अग्रिमे पाठे पठिष्यामः इति विषयः. अस्तु, धन्यवादः सर्वेषां, तर्हि नमस्कारः. धन्यवादः धन्यवादः धन्यवादः.